नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुङ्लकारे लुङ्लकारः कर्मणि भावे च इति पाठः, नूतनपाठः अद्य किञ्चित् पठामः। महोदय, भवान् एव आरम्भं करोति वा? भगिनि, एकनिमिषः, अहम् उद्घाटयामि मम कम्प्यूटर्, किञ्चित् एकनिमिषः। श्रूयते वा? भवतः ध्वनिः तु न श्रूयते महोदय। मम ध्वनिः सम्यक् अस्ति वा? सम्यक् अस्ति भगिनि। मम ध्वनिः न श्रूयते वा? श्रूयते, किञ्चित् मन्दम् अस्ति। एकनिमिषः। नो भगिनि, इट्स् ओके। भवन्तः श्रोतुं शक्यते चेत् वदतु महोदय, अनन्तरम् अहं वदामि। एकनिमिषः, किञ्चित् कोऽपि अन्य पठतु भगिनि, अनन्तरं पठामि मम सङ्गणके। श्रीवल्ली भगिनि पठतु। आं भगिनि, लुङ्लकारः कर्मणि भावे च। लुङ्लकारेण सामान्यभूतकालः व्यक्तीक्रियते। अपरेषु लकारेषु एकस्य लकारस्य एकविध तिङ्प्रत्ययाः भवन्ति। लटि, लोटि, लङि, विधिलिङ्, लिटि, रुटि, लुटि, लृङि, आशीर्लिङ्। एषु सर्वेषु प्रत्येकं लकारस्य एकप्रकारकतिङ्प्रत्ययाः भवन्ति, यथा लटि तीतः अन्ति, सीतः त इत्यादयः प्रत्ययः। लुङ्लकारेण सामान्यभूतकालः इति व्यक्तीक्रियते। लटि, लोटि, लङि, विधिलिङ्, लिटि, लृटि, लुटि, लृङि, आशीर्लिङ्। एषु सर्वेषु लकारेषु प्रत्येकम् एक प्रकारक तिङ्प्रत्ययाः भवन्ति। उदाहरणं लटि तीतः अन्ति, सीतः त इत्यादयः प्रत्ययः लटि विधीयते। अनन्तरं किन्तु लुङ्लकारे कर्तरिप्रयोगे द्वादशप्रकारकाः प्रत्ययाः सन्ति। प्रथमं सिच् प्रत्ययस्य लुक्, सिञ्च् लुक् इत्यनेन निष्पन्नाः प्रत्ययाः, केवलं परस्मैपदे एव सिच् प्रत्ययस्य लुक् भवति। इत्यनेन प्रत्ययाः एकप्रकार निष्पन्नः भवति, अति परस्मैपदे एव। द्वितीयं सक् आगमेन निष्पन्नाः प्रत्ययाः, परस्मैपदे एव। सक् आगमेन आगमं निष्पन्नाः प्रत्ययः परस्मैपदे एव भवति। तृतीयं चतुर्थम् इति तृतीयं चतुर्थम् अङ्ग् प्रत्ययेन निष्पन्नाः प्रत्ययाः इति परस्मैपदे आत्मनेपदेन च, किन्तु कर्त्रर्थे एव निष्पन्नाः भवति। पञ्चम्यं षष्टि छङ् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदेन पदे च, किन्तु कर्त्रर्थे एव। सप्तमी अष्टमी सा प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च, परन्तु कर्त्रर्थे कर्त्रर्थे एव नास्ति इति। नवमं दश सिच् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च। अनन्तरम् एकादश, द्वादश इट् योगः सिच् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च। प्रथमं द्वितीयं अपि कर्तृत्वे अण्ड् कर्मणि अर्थे अपि भगिनि तत्र द्वादशप्रकाराः सामान्यतया कर्तरार्थे भवति। तेषु तत्र वयं यदा पश्यामः, प्रथमः तु परस्मैपदे एव, अतः कर्मण्यार्थे न भवति। द्वितीयमपि परस्मैपदे एव, अतः कर्मण्यार्थे न भवति। तृतीय, चतुर्थ, पञ्च, षष्ट तत्र उक्तमेव किं कर्तरार्थे एव इति, अतः तदपि कर्मण्यार्थे न भवति। यदा वयं सप्तम अष्टम पश्यामः, तत्र क्स इति प्रत्ययेन निष्पन्नाः प्रत्ययः परस्मैपदे आत्मनेपदे च इति उक्तम्। अग्रिममपि परस्मैपदे आत्मनेपदे च, एकादश, द्वादश अपि परस्मैपदे आत्मनेपदे च, अतः तेषामेव तत्र कर्मण्यार्थे प्रसक्तिः अस्ति। अन्तिमत्रयं स प्रत्ययः, सिच् प्रत्ययः, इट् योगः सिच् प्रत्ययः, तेषामेव अवकाशः। अन्येषु सर्वेषु सामान्यतया यदा कर्त्र्यर्थे भवति तत्र कर्त्र्यर्थे तु द्वादशानामपि प्रसक्तिः अस्ति, परन्तु कर्मण्यर्थे द लास्ट् फोर् तत्र सप्तम आरभ्य द्वादशपर्यन्तम् तद् तदपि आत्मनेपदे एव, अतः सप्तम आरभ्य द्वादश इति न वक्तव्यम्, अष्ट दश अण्ड् द्वादश तेषामेव तत्र कार्यं प्रसक्तिः भवति इति. तस्मात् पूर्वं अष्टाध्यायी डाट् काम् मध्ये 3143 इति श्री सिच् इति तदेव सामान्यप्रत्ययः, क्षम्यतां सामान्यसूत्रं, तस्मादेव अनन्तरमेव सिच् प्रत्ययस्य लुक् सर्वम् आगच्छति, अतः तद् पठामः अनन्तरम् अत्र आगच्छामः. सूत्रं नम्बर् किं भगिनि? 3143 श्ली लुङ्गि इति लुङ् प्रत्ययस्य तत्र श्ली इति विधानं, प्रत्ययविधानं प्रथमं भवति, कर्तरि शप् इत्यस्य अपवादः एतत्, तद् पठामः एकवारं. श्रीलुङ्गि भगिनी भवती उद्घाटितवती चेत् पठतु, अनन्तरं अरुणा भगिनी पठति. आं भगिनि, श्ली लुङ्लकारे सूत्रं श्रीलुङ्गि श्ली लुप्तविभक्तिकं प्रथमा विपरिणम्यते. ओके, प्रथमा विपरिणम्यते. लुङ्गि सप्तमी एकवचनम्, अनुवृत्ति नास्ति, अधिकारः प्रत्ययः परश्च आद्यदात्तश्च धातोः अधिकारे अस्ति. 3143 अनुवृत्तिसहितसूत्रं लुङ्गि धातोः श्री. सो सूत्रार्थः लुङ्लकारे परे धातोः श्री प्रत्ययः भवति, सामान्यसूत्रम्. उदाहरणं दत्तमस्ति, लुङ्लकारस्य विषये धातोः श्ली इति विकरणप्रत्ययः भवति, श्ली इति विकरणप्रत्ययः. यथा पट् योगः लुङ् 3210 इत्यनेन पट् योगः लुङ्, अनन्तरं पट् योगः श्ली योगः लकारः इति लुङ्लकारस्य प्रत्यये परे लकारविकरणं श्ली. सम्पूर्णप्रक्रिया 3144 इति अग्रिमम् आगच्छति. प्रथमं प्रथमसोपाने तु तत्र लुङ् इत्यस्य प्रत्यये परे तत्र श्री इति विधीयते, विकरणप्रत्ययः भवति. सत्यं, श्री इति विकरणप्रत्ययः भवति. आं भवती पठतु, अहम् अत्र डिस्कनेक्ट् कृत्वा इण्टर्नेट् माध्यमेन आगच्छामि. आं भगिनि, कन्टिन्युशन् भगिनि सूत्रम्. अनेन अवगम्यते यत् लुङ्लकारस्य भावे कर्मणि च सा प्रत्ययेन सिच् प्रत्ययेन एव सिद्धतिङ्प्रत्ययाः भवन्ति. लुङ्लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति तस्य तस्य धातोः तत् तत् एव तिङन्तरूपं भवति कर्मणि भावे च. केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति. यत् लुङ्लकारस्य भावे कर्मणि च सा प्रत्ययेन सिच् प्रत्ययेनैव सिद्धतिं प्रत्ययाः भवन्ति. लुङ्लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति तस्य तस्य धातोः तत् तत् एव तिङन्तरूपं भवति कर्मणि भावे च. इति भगिनि, कर्तृत्वे अपि कर्मणि भावे च अपि धातोः प्रत्ययः तिङन्तरूपम्. अत्र सामान्यरूपेण कर्त्रार्थे श्ली इति विधीयते, अस्तु, तस्य स्थाने यद् सिच् विधीयते तस्य एव तत्र प्रथमबिन्दुः लुक् इति. यत्किमपि द्वादशप्रकाराः सन्ति किल, तत्र प्रथमं श्ली एव विधीयते, श्ली विधान अनन्तरमेव सिच् भवति. यत्र वयं तत्र नवमदशम पश्यामः सिच् प्रत्ययेन निष्पन्नाः प्रत्ययाः इति अस्ति किल, तदपि प्रथमं छी एव विधीयते, अनन्तरमेव सिच् आगच्छति. अतः उत्सर्गरूपेण श्ली प्रत्ययः इति अवगन्तव्यः. वयं कर्मणि साक्षात् कर्मणि कुर्मः किल, अतः कर्तर्यां किं प्रक्रिया इति न जानीमः. ततः अतः तत्र प्रथमं कर्तरी किं, सामान्यतया तत्र कर्तर्यां किं भवति, अनन्तरं कर्मणि अवगच्छामः चेत् तत्र क्लेशः न भवति. अतः तत्र लुङ्लकारे श्ली इति प्रत्ययः भवति, अनन्तरं तत्र श्ली स्थाने सिच् भवति, अनन्तरं तत्र लुप् वा किमपि अन्यकार्यं द्वादशकार्यं तस्य स्थाने एव भवति. अतः तत्र किम् उक्तम् इति श्ली इति अत्र एव दत्तमस्ति. यद्यपि अनेन सूत्रेण लुङ्लकारस्य विषये प्रारम्भे श्ली इति प्रत्ययः विधीयते, तदापि श्ली प्रत्ययस्य स्वयं किमपि कार्यं नास्ति, परन्तु तस्य स्थाने भिन्नभिन्न धातूनां भिन्न विषये भिन्नभिन्न आदेशाः विधीयन्ते, तदेव तद्द्वादशप्रकाराः. तत्र किमपि तत्र कारणमस्ति, किमर्थं पाणिनिना च तच्छ्ली लुङ् कृत्वा तस्य किमपि न कार्यम् इति नास्ति. तत्र वेदेषु किमपि कार्यम् अस्ति, तस्मिन् विषये अग्रे यदा भवन्तः इच्छन्ति चेत् तत्र न्यासः इत्यस्य विवरणे दत्तमस्ति. तत्र अग्रे 2480 इति किमपि सूत्रमस्ति, तत्र तस्य श्ली इत्यस्य प्रयोजनमस्ति. प्रयोजनं विना तत्र सूत्रं कदापि तत्र पाणिनिना न निर्मितः किल. अतः तत्र प्रयोजनं तु अस्ति, परन्तु अस्माकं कर्तर्यां कर्मण्यां लौकिकप्रयोजने किमपि नास्ति. प्रायः वेदेषु तत्र स्वरविज्ञाने किमपि अस्ति. अवगतं वा एतावत्? तदेव वयं पश्यामः अत्र अग्रिमसूत्रमपि अस्मादेव पठामः. श्लेः सिच्छिति. धन्यवादः भगिनी. अरुणा भगिनी पठति वा? अन्येन अवगम्यते वा? किं भगिनि पुनः वदतु? अनेन अवगम्यते न तत्र अष्टाध्यायी डाट् काम् मध्ये 3144 इति सूत्रसङ्ख्या, तद् पठतु, अनन्तरं वयं करपत्रात् अपि पठामः. ओके. श्ली लुङ्गि इति तृतीय अध्याय पदमपाद चतुर्विंशति सूत्रम् अधिकारः प्रत्ययः परश्च अद्युदातश्च धातोः अधिकारः अनुवृत्तिसूत्रं लुङ्गि धातोः छ्लि सूत्रार्थ अस्ति लुङ् लकारे परे धातोः छ्लि प्रत्ययः भवति. लुङ् लकारस्य विषये धातोः छ्लि इति विकरणप्रत्ययः भवति. उदाहरणं फट् योगः लुङ् फट् योगः छ्लि योगः लकार. तदनन्तरं श्लेः सिच् इति सूत्रस्य विवरणं किं भगिनि? अग्रिमसूत्रं पठतु भगिनि. श्लेः सिच् इति 3144 श्लेः सिच् अतः पदच्छेदः श्लेः षष्टि एकवचनं हिच् प्रथम एकवचनम् अनुवृत्तिः लुङ्गि अधिकारः प्रत्ययः परश्च आद्युतादधातोः अनुवृत्तिसहितसूत्रं श्लेः हिच् सूत्रार्थः श्ली विकरणस्य हिच् आदेशः भवति. प्रथमं लुङ्लकार अस्ति चेत् लुङ्क्लि आगच्छति, तदनन्तरं क्लेः शिच् इत्युक्तेन चिन्ताने चिच् आगच्छति. उदाहरणमपि पठति किं उदाहरणमपि पठतु. पट्धातोः लिङ्गस्य उदाहरणमस्ति पत्योगः लुङ् पत्योगः श्री योगः ल पत्योगः सिच् योगः ल पत् योगः स ल अत्र निष्कर्ष अ पत् सा सित् अपत् सा थ अपत् इट् सा पठामि पठामि भगिनि. न न आवश्यकं, तत्र प्रक्रिया एव प्रदर्शयतु. अपत् इस् ईट् अपत् वा पाट् इस् ईट् अपत् अपाट् अपतित् अपतीत अपतीत अपाति. सत्यं, तत्र यदा तत्र पूर्णतया वयं तु अन्ये अन्यानि सूत्राणि न जानीमः, परन्तु तत्र प्रक्रियातः अवगन्तुं शक्नुमः. तत्र लुङ्लकारे परे च्ली इति विधीयते, अनन्तरं तत्र च्ली स्थाने च्लेः सिच् इत्यनेन सिच् विधीयते. तत्र तु अस्माकं लुङ् लकारः इति कृत्वा लुङ् लङ् लृङ् षुड्वडुदातः इत्यनेन अडागमः अपि भवति. अन्यत् सर्वं तु तत्र केचन वयं जानीमः, इतश्च इति आर्धधातुपसि इड्बलादेः इति तु परिचितमेव. तादृशं कृत्वा अपटीत् अपाटीत् इति सामान्यभूतकालरूपं भवति. भगिनी अत्र ज्ञातव्यम् इति एकं दत्तमस्ति, तदपि पठतु अनेन सूत्रेण. अनेन सूत्रेण औत्प्रत्यकरूपेण चि इत्यस्य चिच् आदेशः विधीयते. अस्य अपवादरूपेण भिन्नैः सूत्रैः स्थ छङ् अङ् छिन् एते प्रत्ययः क्षि प्रत्ययस्य आदेशरूपेण आगच्छति. एतेषां कस्यापि प्रत्ययः नास्ति चेत् वर्तमानसूत्रेण स्टिच् प्रत्यये विधीयते. अत्र अन्यत् स्टिच् इति सूत्रम् सामान्य औसर्गिकसूत्रं, परन्तु अपवादरूपेण भिन्नसूत्रै कारणेन कुत्र पठति भगिनि? अत्र ज्ञातव्यम् इति अस्ति अन्तिमवाक्यम् अष्टाध्यायीमध्ये. एतस्य प्रत्ययः स्त्रीप्रत्ययस्य आदेशरूपेण आगच्छति. एतेषां कस्यापि प्रसक्तिः नास्ति चेत् वर्तमानसूत्रेण चिच् प्रत्ययः विधीयते. अतः यद् द्वादशप्रत्ययः वयं दृष्टवन्तः सामान्यतया तद् तत् स्विच् इति प्रत्ययस्य अपवादरूपेण आगच्छति. स्विच् प्रत्ययः सामान्यतया तत्र च्ली इति प्रथमं, च्ली स्थाने स्विच् विधीयते, स्विच् स्थाने अन्य विशिष्टदातवः तेषाम् आधारेण स प्रत्यय चङ् चिन् इति प्रत्ययाः विधीयन्ते. यत्किमपि न विधीयते चेत् तस्मिन् परिगणितदातवः तेषु नास्ति चेत् धातुषु नास्ति चेत् तत्र सिच् एव, अनेन सूत्रेण सिच् एव. अतः उत्सर्गिकमस्ति सिच् इति, अन्ये सर्वे तु तस्य अपवादः. पूर्वं यद् सूत्रं वयं दृष्टवन्तः च्ली लुङ्गि इति, तत्तु अस्माकं कर्तरी शप् इत्यस्य अपवादरूपेण आगच्छति. श्रीविकरणं कर्तरीषत् इत्यस्य अपवादरूपेण आगच्छति इति कौमुदिकारस्य मतम्. एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ निबादेशं कृत्वा ततः विकरणप्रत्ययः आगच्छति. कर्तार्थे इति तादृशमतं वयं स्वीकुर्मः चेत् तदपि तद् समीचीनम् इति ते वदन्ति. एतावत् स्पष्टमस्ति वा? परन्तु अत्र लावस्थायाम् एव तत्र स्थिचि च्लि इति आदेशः खलु, अतः सत्यं लकारस्थायमेव अस्ति खलु तद् यथा दृष्टवन्तः खलु किं कथम् आधातुकप्रत्ययः भवति आदात् लकारः भवति इति वयम् एकवारं दृष्टवन्तः आम् सत्यं सत्यं लावस्थायामेव सत्यम् अतः तदेव करणीयं खलु अत्र अस्मिन् पाठे बहवः बहूनि नूतनसूत्राणि सन्ति अतः किञ्चित् वयं मन्दरूपेण एव गच्छामः वर्गद्वयं वा मन्दरूपेण एव गच्छामः अवगच्छामः किम् अस्ति कठिनं नास्ति परन्तु नूतनसूत्राणि सन्ति महोदय प्राप्तवान् वा अनेन अवगम्यते चेत् अस्तु अनेन अवगम्यते ततः वा अनेन अवगम्यते यत् लुङ्लकारस्य भावे कर्मणि च सप्रत्ययेन सिच् प्रत्ययेन एव सिद्धतिं प्रत्ययाः भवन्ति लुङ्लकारे सामान्यधातूनां कृते कर्तते यस्य अस्य धातुः यत्यत् तिङन्तरूपं भवति कर्तस्य यत् तिङन्तरूपं भवति तस्य धातुः तत्तत् एव तिङन्तरूपं भवति कर्मणि भावे च केवलं स्पष्टव्यम् अत्र भावकर्मणोः इत्यनेन विभादयः प्रत्ययः आत्मनेपदिनः एव भवति अस्तु अत्र वयं दृष्टवन्तः यद्यपि तत्र द्वादश रूपाणि भवन्ति चेत् प्रकारकाः भवन्ति प्रत्ययाः सन्ति परन्तु अत्र क्स अपि च सित् इत्यनेन एव तत्र आत्मनेपदे भवति भवतः इति द्वौ प्रत्ययौ आत्मनेपदे भवतः इति कृत्वा तत् तस्य एव भवति इति कर्मणि अन्ये सर्वे परस्मैपदी अथवा कर्तृत्वे भवति इति अस्ति किमर्थं 11-12 नास्ति भगिनि इति योगः तदपि तदपि तदपि आत्मनेपदेषु एव तावदेव वदन्ति सिच् इति कामन् रूपेण स्वीकृतवन्तः तत्र पश्यामः तद् अग्रे आगच्छति प्रथमं स्वप्रत्ययस्य विषये वदन्ति अनन्तरं सिच् प्रत्ययस्य अतः स्वप्रत्ययस्य विषये प्रथमं पश्यामः आगच्छति तदपि तदपि लास्ट् त्री सिद्धतिङ्प्रत्ययः सामान्यधातूनां कृते कर्तृते भवति तदेव भवति केवलं तत्र आत्मनेपदि दा आत्मनेपदि तिङ्प्रत्ययः एव विधीयन्ते अग्रे पठामि लकारे केचन विशिष्टधातवः सन्ति येषां कृते विशिष्टनियमाः सन्ति तेषां रूपाणि कथं भवन्ति इति अग्रे प्रदर्शयति सामान्यतया वयं जानीमः तत्र च्ली इति भवति च्ली इत्यस्य तिच् भवति इति अस्ति सामान्य औपचारिकरूपेण भवति इदानीं केचन विशिष्टधातूनां कृते कोऽपि अन्यप्रत्ययः भवति वा इति अत्र सामान्य यत् कर्तरि सामान्यधातवः यत् कर्तर्याम् अस्ति तदेव कर्मणि अपि रूपमस्ति अतः एव अत्र विशिष्टानां विषये एव वदन्ति अस्मिन् करपत्रे सामान्यविषये किमपि नास्ति अवगतं वा तस्मिन् विषये प्रायः अग्रे लुङ् लकारः इति कर्तव्यम् इति पाठः न दृश्यते प्रायः महोदय अग्रे पाठिष्यति चिन्तयामि तत्र प्रायः वयं पश्यामः आम् तत्र अष्टादश सप्तदश सप्तदश शलन्त सप्तदश शलन्त युगपद अनिर्दातवः सन्ति अनिर्दातवः विशिष्टदातवः शलन्तेषु सप्तदश शलन्त युगपद अनिर्दातवः येषां सप्तदशानां धातूनां कर्मणि भावे च रूपाणि भवन्ति सप्रत्ययेन निष्पन्नैः प्रत्ययैः तत्र शलन्त इति शल् इति प्रत्याहारेण तत्र शल् शसर् हल् इति चषसः इति वर्णान्ताः अपि च इक् इदुपद इक् उपदायाम् अपि च अनेकदातवः एते कृषु दिश् नृष् ऋषु ऋषु लिषु विषु स्पृश कृष् त्विषु द्विषु श्लिषु स्निः रुः लिः दिः दुः इति अनेकः दातवः इगु इगुपदाः शलन्ताः अपि शकारान्त शकारान्त हकारान्ताः हकारान्त न ज्ञातं शल सकारः नास्ति, ष ह एव अस्ति, सकारान्तः अपि अन्तर्भवन्ति परन्तु तादृशं प्रायः धातुः नास्ति. अनिट् शलन्तः भवेत्, इगुपदः भवेत्, अनिट् अपि भवेत्, अनिट् भवेत् अतः नास्ति, तादृशं प्रायः सकारान्तः नास्ति. शलः इगुपधादनिटः सः तृतीयाध्यायस्य प्रथमपदस्य पञ्चचत्वारिंशत् चत्वारिंशत्तमं सूत्रमस्ति. इगुपदशलन्तधातुतः अनिट् चीप्रत्ययस्थाने स आदेशः भवति. स्लेहेसिच् इत्यस्य अपवादः अस्ति. अत्र पूर्वसूत्रमस्ति स्लेहेसिच्, अनन्तरं सूत्रमस्ति शलः इगुपदनिटः सः इति. इगुपदशलन्तधातवः सप्तदशाः सन्ति. स आदेशे ककारस्य इत्संज्ञा भवति, लोपश्च स एव तिष्ठति, स इति. अस्तु, अयं स कित् इक् उपधा यस्य सः इगुपदबहुव्रीहिः तस्मात् इगुपधात्. न विद्यते इट् यस्य सः अनिटबहुव्रीहिः तस्य अनिटः. येन विदन्तस्य इत्यनेन तदन्तविधिः शलः धातुः इत्युक्ते शलः प्रथम पञ्चम्यन्तम्, इगुपदात् पञ्चम्यन्तम्, अनिटः षष्ट्यन्तं, सः प्रथमान्तम्. अनेकपदमिदं सूत्रं स्लेहेसिच् इत्यस्मात् स्लेह इत्यस्य निवृत्तिः. धातोरेकाचो हलादे क्रियासमविहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति इगुपदात् इक् उपधात् शलः धातोः अनिटः श्लेः सः इति. तत्र लुङ्गि स्त्रीलुङ्गि इति यदा भवति तत्र इदानीं तत्र औत्सर्गिकरूपेण स्लेहसिच् इत्यनेन सिच् भवति, तत् बाधित्वा तत्र स इति विधीयते. तत्र सक् स एव अवशिष्यते, स अकार इति स इति शब्दः विधीयते. तत्र अनिट् इक् उपधा अनिट् शलन्त धातवः धातूनां कृते अपि यदपि कित् अस्ति अतः तत्र गुणः न भवितुमर्हति. कित् किमर्थं गुणः न चित्रं सत्यं सत्यं इति च तत्र अग्रे किमपि आगच्छति तदेव अहं सम्यक् पठामि वा भगिनि? आमामाम् अस्तु. अत्र प्रश्नः उदेति यत् स आदेशः वा प्रत्ययः वा इति. अस्तु इति अत्र एतत्तु अनेकलस्ति. श्रीस्थाने आदिष्टे सति आदेशः भवेदेव, परन्तु अयं स आदेशः आदिष्टः तृतीयाध्याये. अस्तु, तृतीयः चतुर्थः पञ्चमः च अध्यायः प्रत्याध्यायः इत्युच्यते. धातुभ्यः यावन्तः प्रत्ययाः विधीयन्ते ते सर्वे अस्मिन्नेव तृतीयाध्याये. प्रातिपदिकेभ्यः यावन्तः प्रत्ययः विहितः भवति ते सर्वे चतुर्थाध्याये पञ्चमाध्याये चेत् अनयोः द्वयोः अध्यायोः. एषु सर्वेषु विधायकसूत्रेषु च प्रत्ययः इति अधिकारसूत्रम् अनुवर्तते. किन्तु शलः इगुपधादनिटः सः इति सूत्रे प्रत्ययः 311 इति सूत्रस्य अनुवर्तनं नास्ति. अस्तु, अनुवर्तनं नास्ति. अस्य कारणमस्ति यत् स साक्षात् धातुभ्यः न विधीयते, प्रत्ययस्य स्थाने आदिशति. साक्षात् धातुभ्यः न विधीयते इति कारणतः प्रत्ययः इति अस्मिन् सूत्रे नानुवर्तते. किन्तु एकः परिभाषासूत्रमस्ति तानिवत् आदेशो अनल्विधौ इत्यनेन यस्य स्थाने आदेश आदिशति तस्य स्वभावः अपि तेन स्वीक्रियते. श्रीप्रत्ययस्य स्थाने सः आदिष्टः, अतः श्रीप्रत्ययस्य स्वभावः स्वीकृतः येन. इत्थञ्च श्लीलुङि इत्यनेन श्ली साक्षात् विधीयते धातुभ्यः, अतः प्रत्यय इति सूत्रेण चीप्रत्यय ची इत्यस्यापि प्रत्ययसंज्ञा भवति. श्लीप्रत्ययः अस्ति इति कारणतः, श्ली इति प्रत्ययः अस्ति इति कारणतः क्ष अपि प्रत्ययः भवति. लुङि श्ली स्थाने सिच् क्ष अङ् चङ् चिन् इत्येते सर्वे आदेशाः प्रत्ययस्य स्थाने आदिष्टः. अतः स्थानिवत् आदेशो अनल्विधौ इत्यनेन येषां सर्वेषां प्रत्ययसंज्ञा भवति. अवगतं वा महोदय, प्रश्नः कः? प्रत्यय आम् अत्र प्रत्यय वा इति प्रश्नः, आदेशः वा प्रत्यय वा इति, यतोहि अत्र प्रत्ययस्य अनुवर्तनं नास्ति, परन्तु इदानीं श्रीस्थाने एव विधि विधीयते, अनेन वयं पूर्वं पठितवन्तः एका परिभाषां, तत्र परिभाषासूत्रं पठितवन्तः, स्थानिवत् आदेश अनल्विदौ इत्यनेन तत्र प्रत्ययस्थाने भवति इति कृत्वा स्थानिवत् आदेश यत् स अपि प्रत्ययत्वेन स्वीक्रियते, प्रत्ययसंज्ञा भवति, अनल् अस्ति, सा इति सकार अकारः अस्ति, अनल् अस्ति, अतः स्थानिवत् आदेशो अनल्विदौ इत्यनेन स्थानिवत् आदेशः कृत्वा तत्र प्रत्ययसंज्ञा, तस्यापि प्रत्ययसंज्ञा इति स्वीकृत्य वयं यद् स इति प्रत्ययः श्री स्थाने विधीयते तदपि प्रत्ययः इति स्वीकृत्य तावदेव, तद् वयम् अवगन्तुं शक्नुमः, प्रायः वर्गे प्रश्नरूपेण आगच्छति इति कृत्वा महोदयेन अत्र उत्तरत्वेन तत्र लिखितम्, अवगतं वा? परन्तु तत्र अष्टाध्यायी डाट् काम् मध्ये अधिकार प्रत्यधिकारः अस्ति इत्येव लिखितं, न जाने प्रायः मतभेदाः स्यात् अतः एव महोदयेन अपि स्पष्टीकृतम् इति. आं सत्यं, कोऽपि अन्यत्र भवेत् यत्किमपि भवतु तत्र वयं तत्र प्रत्ययसंज्ञा अस्ति एव, अस्ति एव, अहं सत्यं यद्यपि न स्वीकृतं चेदपि क्लेशः नास्ति, क्लेशः परन्तु वयं पठितवन्तः खलु तत्र प्रत्यय इति तत्र तृतीयाध्यायपर्यन्तं तत्र पञ्चमाध्यायपर्यन्तं भवति इति प्रत्ययस्य प्रत्ययस्य अधिकारः भवति इति वयं पूर्वम् अधिकारः अधिकारसूत्रम् अस्ति, तस्य अनुवर्तनम् इति न आवश्यकम्, अधिकारः तु अस्ति एव किल, तद् न इष्यते चेत् पाणिनिना तत्र किमर्थं स्थापितवान् इति प्रश्नः अपि भवति, तत्र सः एव वदति किल, यदा सः न इष्यति तत्र प्रत्ययसंज्ञा चेत् तत्र सः एव तत्र किमपि वदति तत्र निषेधरूपेण किमपि, परन्तु तदपि न उक्तं, प्रायः प्रायः तत्र मतभेदः किमपि अस्ति, मातुः मतं किमपि अन्यथा आसीत् इति भवति स्म, न जानामि, परन्तु परन्तु तत्र प्रत्ययसंज्ञा अस्ति एव, तद् तु वयं किमपि एतेन मार्गेण अपि तत् साधयितुं शक्नुमः एव, तत्र स्वरविधानमपि भवति वा, तत्र स्वरस्य अपि भवति खलु तत्र आद्युदात्तश्च इति उच्चारणेन तत्र सत्यं सत्यम् आद्युदात्तश्च इत्यपि प्रायः तत्र तस्मिन् किमपि भवेत् अन्यत् स्वरः अस्ति वा इति, परश्च आद्युदात्तश्च धातोः इति अधिकारः अस्ति चेत् प्रत्ययः इत्यपि भवेत्, किमर्थम् अत्र किं साक्षात् दातव्यं न विधीयते इति कारणेन भवति, तद् प्रत्ययः इति न अनुवर्तते इति षळ इगुपदात् अनिटः सः इत्यनेन स इति धातुतः एव विधीयते भगिनि, नास्ति वा? आदेशः भवति सिच् स्थाने क्ष इति विधीयते, परन्तु साक्षात् धातुतः परः एव अस्ति खलु, धातोः अधिकारे अस्ति खलु तत्रापि धातुः कार्यम् अस्ति, परन्तु यदा वयं अधिकारः भवेत् इति यत् किमपि वयं पठितवन्तः एतावता तत्र यदा धातोः इति अधिकारः परश्च इति अधिकारः सर्वं स्वीकुर्मः चेत् तत्र प्रत्ययः इति अपि अधिकारः भवेत् एव चिन्तनं, स्थानिवत् आदेशानल्वितौ इति वन् वन् न तत्र तादृशं नास्ति, तत्तु परिभाषासूत्रं किल, तस्य परिभाषासंज्ञासूत्रस्य प्रसक्तिः सर्वत्र भवति, तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति. मम चिन्तनमेव प्रायः कुत्र कस्यचित् प्रश्नः आसीत् अत्र प्रत्ययः इति सूत्रे न निर्दिष्टम् इति, तस्य उत्तरत्वेन महोदयेन एषः परिच्छेदः अत्र उल्लिखितम् इति मम चिन्तनमस्ति. तस्य तत्र प्रथम आडियो मध्ये एतत् नास्ति, एषः परिच्छेदः नास्ति, द्वितीय आडियो मध्ये एव अस्ति. अतः सः प्रायः केनचित् पृष्टम् अत्र किमर्थं प्रत्ययः इति, तत्र अनुवृत्तिः नास्ति. परन्तु यदा वयं पश्यामः अधिकारसूत्रमेव किल, यदि अङ्गस्य इति अधिकारसूत्रमस्ति तस्य प्रसक्तिः 6.4 आरभ्य सप्तम अध्याये अन्तपर्यन्तं भवेत्, तत्र प्रत्ययः इत्यस्यापि भवेत् एव. तस्मिन् समये प्रायः तेषां चिन्तनमेवं भवति. वयं पठितवन्तः भगिनी तत्र प्रत्ययसाधिकार मातुः पुस्तके अहम् इदानीं न स्मरामि, परन्तु पञ्चमाध्यायपर्यन्तं भवति इति प्रत्ययस्य अधिकारः. तद् लाघवमस्ति, यदा अधिकारसूत्रत्वेन वयं स्वीकुर्मः तत्र लाघवमस्ति. स्थानिवत् आदेशो अनल्विदौ इति स्वीकृत्य तत्र कर्तुं शक्यते, परन्तु अग्रे सरामः. कर्तृते क्ष प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे सत सातां सन्त सताः साधां सद्वं सि सावहि सामहि सावहि सामहि अतो धीर्घो यञि इत्यनेन अदन्त अङ्गस्य दीर्घत्वं ययाति सार्वधातुकप्रत्यये परे अस्माकं परिचितं सूत्रं, तस्मात् अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य दीर्घः यञि सार्वधातुके. अस्तु भगिनि, कर्त्रते सप्रत्ययः विधीयते लुङ् इत्यस्मात् प्रत्ययाः निष्पन्नाः सिद्धकर्तृते तिङ् प्रत्ययः भवति स प्रत्ययेन सत सातां सन्त आत्मनेपति एव सत सातां सन्त सताः सातां सद्वं सि सावहि सामहि सावहि सामहि इति दीर्घः अस्ति अतो दीर्घो यङि इति सूत्रेण अतः अङ्गस्य अतः परः अदन्त अङ्गात् दीर्घः भवति सावहि सामहि स नास्ति सवहि समहि नास्ति सावहि सामहि इति भवति दीर्घः यङि ययादिप्रत्ययेन हयवरट् लण् निवृत्ति हयवरट् लण् यमाङ्गणं जबञ्च ओ जबञ्च जबै अस्ति लुङ्लकारे लुङ्लकारे सर्वदा श्ली प्रत्ययः विधीयते श्ली लुङ्गि इति सूत्रेण, तदा श्लीस्थाने विभिन्नाः आदेशाः भवन्ति, तेषु अन्यतमः अस्ति क्ष इति आदेशः, तस्य च स इति अवशिष्यते. उपरितनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं स दृश्यते सत साताम् ओके. कर्मणि भावे च छिण् भावकर्मणोः इत्यनेन लुङ्लकारे आत्मनेपदे प्रथमपुरुष एकवचने थ प्रत्यये परे सर्वेभ्यः धातुभ्यः छिण् प्रत्ययः भवति. कर्मणि भावे च छिण् भावकर्मणोः इति सूत्रेण लुङ्लकारे आत्मनेपदे प्रथमपुरुष एकवचनस्थाने एव प्रथमपुरुष एकवचन थ प्रत्यये परे सर्वेभ्यः धातुभ्यः शलन्तधातोः इति नास्ति, सर्वेभ्यः धातुभ्यः छिण् भावकर्मणोः इत्यनेन कर्मणि भावे च त प्रत्ययस्य स्थाने विधीयते, त प्रत्यये परे सर्वेभ्यः धातुभ्यः छिन् प्रत्ययः भवति, छिन् प्रत्ययः आगच्छति. छिन् भावकर्मणोः भावे कर्मणि च्लि स्थाने छिन् आदेशः भवति थ शब्दे परे. चकार च कारणकारयोः इत् इत् संज्ञा चकार नकारयोः सारी क्षम्यतां चकार नकारयोः छिन् इत्यस्य चकार नकारयोः इत् संज्ञा लोपश्च ई अवशिष्यते. भावश्च कर्मश्च भावकर्मणि तयोः भावकर्मणोः छिन् प्रथमान्तं भावकर्मणोः सप्तमी अन्तं द्विपदमिदं सूत्रं. श्लेहे सिच् इत्यस्मात् श्लेहे इत्यस्य अनुवृत्तिः भवति. चिन्ते पदः इत्यस्मात् ते इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं श्लेहे छिन् ते भावकर्मणोः अनुवृत्तिसहितसूत्रं श्लेहे छिन् श्लेहे परतः ते अस्ति चेत् भाव अर्थे अथवा कर्मणि अर्थे अस्ति चेत् थे इति आत्मनेपथ्यप्रत्ययस्य स्थाने छे इति प्रथमपुरुष एकवचन आत्मनेपथे प्रत्ययस्य स्थाने छिन् इति आगच्छति. छिन् इति इत्र कृते चकारः नकारः इत् संज्ञा ई एव अवशिष्यते. छिन् प्रथमान्तं भावकर्मणोः सप्तम्यन्तं भावार्थे अथवा कर्मणि अर्थे द्विपदमितं सूत्रं. तदा छिनो लुक् इत्यनेन थ शब्दस्य लुक् भवति. छिनो लुक् छिनो लुक् छिणः उत्तरस्य छिणः उत्तरस्य थ शब्दस्य लुक् भवति. अनेन ई एव अवशिष्यते. छिन् भावकर्मणोः इत्यनेन तकारः अनेकः आदेशः भवति. छिन् श्लेहे छिन् ते भावकर्मणोः प्रथमं श्लीलुङ्गि अण्ड् देन् श्लेहे सिच् अण्ड् देन् सिच् देन् वाट् इस् दट् सूत्र देन् छिन् भावकर्मणोः इत्यनेन स्थाने छिन् आदेशः भवति थ शब्दे परे. थ शब्दः परः अस्ति, सो छिन् अपि अस्ति. छिन् योगः ते आं भगिनि श्लि स्थाने छिन् भवति. सत्यं थ शब्दः परः अस्ति. देन् छिन् इत्यत्र चकारणकार इत्संज्ञा ई एव अस्ति. सो धातु योगः ई योगः थ. अनन्तरं छिनो लुक् इत्यनेन छिणः उत्तरस्य थ शब्दस्य लुक् भवति. अनेन ई एव अवशिष्यते. सो छिणः पञ्चमीयन्तं लुक् प्रथमान्तं द्विपथमितं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः अङ्गस्य छिनो लुक्. सो धातु योगः ई एव अवशिष्यते प्रथमपुरुषे एकवचने. भावकर्मणोः कर्मणि अर्थे अथवा भावार्थे प्रत्ययः विधीयते चेत् ओके. प्रथमपुरुषैकवचनं विहाय सर्वे तिङ् प्रत्ययाः कर्त्रर्थे यथा भवन्ति तथा एव कर्मणि अर्थे अपि. ई ई छिन् प्रत्ययेन ई इति प्रथमपुरुष एकवचने ई एव तिष्ठति. साताम् सन्त सताः साताम् सद्वम् सी सावहि सामहि इति कर्मणि अर्थे आत्मनेपति धातोः कृते ई सातां सन्त ओके. क्ष खित् अतः किङिति च इत्यनेन गुणनिषेधः भवति. छिन् न गित् खित् न वा ङित् अतः तस्मिन् परे गुणनिषेधः नास्ति. तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. किङिति च इति सूत्रस्य प्रसक्तिः नास्ति छिन् इत्यस्य कृते, यतोहि किति नास्ति ङिति नास्ति. कृष् धातोः रूपाणि. कृष् इति धातुः पुगन्तलघुपदस्य च इति अनेन इति तस्थाने आगच्छति. सो पित् प्रत्ययः भवति, गुणः भवति पुगन्तलघुपदस्य च इति तिप् स्थाने थ आतां च. सो थ अपित् अपित् भगिनि चिन्तनं भवति वा? ओ अस्तु भगिनि, नास्ति आर्धधातुकस्य प्रति अपित् चिन्तनमेव नास्ति. सार्वधातुकम् अपित् एव ङित् भवति. सो ई अण्डेन् सातां सन्त. सो गुणनिषेध नास्ति इत्यनेन एव गुणः भवति. ओके, गुणः किमर्थं भवति? पुगन्तलघुपदस्य च आर्धधातुकयोः अण्डेन् पुगन्तलघुपदस्य च. सो आर्धधातुकः इति अनेन अत्र ऊ इति उपदा अस्ति. सो अक्रोषि इति भवति, कृष् इति क्रो भवति, देन् क्रोषि इति अक्रोषि, अ इति लुङ् लङ् लुङ् लङ् लृङ् ष्वड् उदात्तः इत्यनेन अ इति भवति. सो अक्रोषि अन्देन् अकृक्षाताम् अथ आताम् इति साताम् इति भवति. अन्देन् अकृक्षाताम् साताम् इत्यस्य कृते क्रु एव भवति. ओके, देन् साताम् साताम् इति क्ष भवति. वाट् इस् दट् सूत्र? व्रश्च व्रश्च इत्यनेन व्रश्च व्रश्च सृज मृज यज राज ब्राज चषां शः इत्यनेन शकारस्य स्थाने ताळव्यशकारस्य स्थाने मूर्धन्यशकारः भवति प्रथमं. मूर्धन्यशकारः अनन्तरं सो शाताम् इति भवति. मूर्धन्यशकारस्य स्थाने अनन्तरं साताम् इति प्रत्ययः भवति. शकारस्य अनन्तरं साताम् इति भवति. सो सकारः परः भवति. सो मूर्धन्यशकारस्य स्थाने ककार आदेशः भवति षडोकहसि इति अनेन सकारः साताम् इत्यनेन. सो मूर्धन्यशकारस्य स्थाने ककारः भवति. अनन्तरं सकारः शकारः भवति. इक् अकृ ख् अण्डेन् सकारस्य स्थाने आदेशप्रत्ययोः इत्यनेन कृ उकारः पूर्वः अस्ति, ककारः पूर्वः अस्ति, अण्डेन् सकारः. सो इन्कोः इत्यनेन ककारः पूर्वः अस्ति इत्यतः सकारस्य स्थाने शकारः भवति. सो शाताम् इति भवति. अकृक्षाताम् एवमेव अकृक्षन्त अन्तेन् अकृक्षताः ओ सताः. सो व्रश्च व्रश्च षडोकहसि आदेशप्रत्ययोः अकृक्षाः अकृक्षाताम् अकृक्षध्वम् अकृक्षि. सो द सि बिकम्षि अकृ अकृक्षावहि अकृक्षामहि. स आतां च स आतां द्वं स इत्यस्य कृते सताः भवति. बट् गुणनिषेधः भवति भगिनि. अकृक् अकृ एव भवति. आम् मध्यमपुरुषे एकवचनमेव अस्ति किं गुणः. ओ दिस् इस् आर्धधातुक गुणनिषेधः भवति. तस्यैव सकारः ककारः सकारः क्षम्यतां सकारः नास्ति ककारः स इति तत्र ककारस्य इत्संज्ञा अतः कित् कित्वात् गुणनिषेधः प्रथमपुरुष एकवचने तु तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः सार्वधातुक आर्धधातुकयोः इति अनुवृत्तिः अनुवृत्तिः अस्ति किल अतः तत्र सत्यम् अवगतं किल आं भगिनि थास् थास् इत्यनेन ओके ओके थाः थास् थास् अस्तु अस्ति भगिनि अस्तु आं भगिनि धन्यवादः सूत्राणि तु वयं जानीमः एव व्रश्य भ्रश्च इत्यनेन चषां शः भवति अनन्तरं षडोः कहसि आदेशप्रत्ययोः इति सूत्रत्रयमपि वयं जानीमः अतः अग्रे सरामः विजया भगिनी दिश् धातुः करोति वा समानरूपेण आम् वदतु महोदय अत्र चिणोः लुक् इति खलु तत्र चिणोः इति चिरः इति पञ्चमन्धम् अस्ति लुक् इति चिणोः लुक् चिणोः वदतु महोदय चिणः लुक् इति अस्ति तत्र चिणः लुक् इत्युक्ते तत्र अनन्तरं परकार्यमिति अस्ति तत्र कुत्र भवति इति लुक् इति कस्य प्रत्ययस्यैव लुक् प्रत्ययस्यैव लुक् उक्षिपः इति आम् तत्र किमपि अस्ति अहं पठितवती तस्मिन् विषये सूत्रसङ्ख्या पुनः वदतु महोदय तत्र तत्र 6410 किमपि अस्ति वैशिष्ट्यम् अतः एव तदागच्छति तत्र किमर्थं पञ्चमी स्वीकरणीयम् इति पठितवान् ममापि तत् प्रश्नः तत्र दत्तमस्ति इदं सूत्रम् अङ्गाधिकारे आगच्छति अतः अङ्गात् परस्य प्रत्ययस्यैव लुक् भवितुमर्हति अस्मिन् काशिकान्यासे उच्यते अतः प्रत्ययस्य एतत् कुतः लभ्यते अङ्गस्थित्वेन प्रत्ययस्य सन्निधापितत्वात् सन्निधापितत्वात् तदेव अहमपि तदेव पठितवती अतः तत्र अङ्गस्य इति अधिकारे अस्ति चिनः इति पञ्चम्यन्तं तस्मात् अव्यवहितपरस्य लुक् भवति अतः अनेन एव आदिश्यते तत्र कस्य लुक् इति ममापि प्रश्नः आसीत् तत्र चिन् इति कश्चन विकरणप्रत्ययः तत्र तस्य लुक् भवति अङ्गात् परे प्रत्ययस्यैव लुक् भवति अङ्गात् परे प्रत्ययस्यैव लुक् अन्तिमवर्णस्य अथवा येन विदन्तस्य इत्येन भवितुमर्हति तत्र चिन् इत्यस्य अलोन्त्यस्य इति णकारस्य लुक् वा कस्य लुक् इति प्रश्नः भवति परन्तु तादृशं किमपि नास्ति अङ्गस्य इति अधिकारे उक्तत्वा तत्र प्रत्ययस्य एव लुक् भवति पञ्चम्या निर्दिष्टमपि अस्ति अतः तस्मादिति उत्तरस्य अकारस्य लोपः भवति वा इति सम्यक् आं प्रश्नः तु आगच्छति एव तस्य इति अपि न उक्तं तत्र अनुवृत्तिः अपि चिणः लुक् इत्येव अस्ति तत्र किमपि तत्र न आगच्छति असिद्धव तत्र तस्मिन् तस्य तत्र अस्ति तस्मिन् अधिकारे पश्यामः सङ्घर्षः आगच्छति चेत् पश्यामः अस्तु भगिनी वदति वा तिष्ठ महोदय नमस्कारः नमस्ते अत्र दिश् इति अस्ति एतदपि तत्र इत्यनेन गुणः भवति अतः तत्र देश् भवति वा महोदय अडागमः भवति सः तत्र अडागम् ओ लुङ्ग् अस्ति अत्र लङ् लङ् लङ् लुङ् इत्यनेन सर्वत्र अडागमः भवति. अत्र अनन्तरं दिश् अस्ति, दिश् पुगन्तलघुपदिश् इत्यनेन ह्रस्व इकारस्य स्थाने एकारकं देश् इति भवति, अदेश् इति भवति. सि योजनेन अदेश् इति वा भवति. एतदेव अत्र करणीयं वा उदाहरणरूपं? प्रत्ययः समानः एव, धातुः एव अदिश् इति. अदिश् क्षम्यताम्, दिश् इति धातुः अदिश् इति यदा लुङ् लङ् लङ् लुङ् स्वरदातः अडागमः योजयित्वा अदिश् इति भवति. इदानीम् अदिश् योगः साताम् अदिशताम् इति वा? न न, तत्र पुनः समानकार्यमेव, व्रश्च व्रश्च करोतु प्रथमम्. अदिश् इति भवति, सकारस्य स्थाने अत्र वृष वृषं विज सृजं विज यजराज राजशांशः इत्यनेन सालवीयसकारस्य स्थाने मूर्धने सकारः आगच्छति. अनन्तरं षडोः कहसि, अदिश् इति भवति. षडोः कहसि इत्यनेन अत्र शकारस्य डकारः भवति. न षकारस्य ककारादेशः, सकारे परे षकारस्य ककारादेशः. अतः अधिक् योगः साताम्. अधिक् योगः साताम् अनन्तरम् आदेशप्रत्ययोः इन् प्रत्ययः आगच्छति. अतः का वर्गीय स्तरे अपदान्तात् आदेशौ इति प्रति अवयवाः सकारः चेत् सकारस्य स्थाने मूर्धनिशकारः आगच्छति. अतः तत्र अधिशताम् इति भवति वा? अधिक्षाताम् इक्ष इत्यनेन मूर्धन्यषकारादेशः अदिश् अदिश् इति भवति. षडोः कहसि इत्यनेन ककारादेशः, अधिक् योगः साताम्. आदेशप्रत्ययोः इत्यनेन षत्वम्, अधिक् योगः शाताम् अधिक्षाताम् इति रूपम्. अवगतं वा? सन्त इति अस्ति खलु, सन्त. इदानीम् आ योगः योगः अनन्तरं तत्र तत्रापि व्रच व्रच इति कार्यं समानकार्यमेव, त्रीणि सूत्राणि एव. अनन्तरम् अत्र सालवीशकरस्य स्थाने मूर्धनीयशकरः आगच्छति, अदिश् भवति. षडोगोकः अस्ति इत्यनेन शकारस्य स्थाने डकारः आगच्छति. शकारस्य स्थाने ककार आदेशः भवति भगिनि. आदेशप्रत्ययोः इत्यनेन अतः तत्र अन्त सन्त मेलनेन अधिक्षन्त इति भवति. इदानीं सन्ताः अल सताः इति भवति, सताः. अत्र अपि अदिश् योगः, अदिश् योगः व्रच व्रच इत्यनेन शकारः भवति, अदिश् भवति. अनन्तरं षडोकः इत्यनेन ककारः भवति, अनन्तरम् आदेशप्रतियोगः चकारः मूर्धनिशकारः भवति, अधिक् अधिक्ताः इति भवति. समानकार्यम् अन्यत्र रूपाणि एव वदतु. अधिक्षिताः अधिक्षातात् अधिक्षत्वं सत्वम् अधिक्षत्वम् अनन्तरं सि अस्ति अधिक्षत्वमेव क्ष सर्वत्र क्ष संयुक्ताक्षरम् आदेशप्रत्ययोः न प्रत्ययः वदति वा सत्वम् इत्यस्य अधिक्षत्वम् अधिक्षत्वम् अनन्तरं सि इत्यनेन अत्र प्रत्ययस्य गुणः भवति खलु महोदय न न न भवति तत्र सर्वत्र कित् कित् अस्ति किल स इति प्रत्ययः कित् अतः गुणनिषेधः प्रथमपुरुष एकवचने एव गुणः अन्यत्र सर्वत्र रूपं समान गुणनिषेधः त्रीणि कार्याणि एव प्रश्च प्रश्च षडोपहसि आदेशमस्ति अतः इदानीं अधिदीक्षसि वा अधिक्षि अधिक्षि वर्णमेलनमेव अत्र अधिक्षि अधिक्ष अधिक्षावहि अधिक्षामहि गुणः एकस्मिन् स्थले एव प्रथमपुरुष एकवचने एव गुणः अन्यत्र सर्वत्र कित्वात् गुणनिषेधः अनन्तरम् अस्माकं कार्यं प्रश्च प्रश्च षडोः कहसि आदेशकृत्ययोः यत्र यत्र शकारान्त धातुः अस्ति तत्र सर्वत्र समानकार्यमेव भवति अनन्तरं तत्र अधुना भगिनी तत्र एवमेव इति एकवारं पठतु अनन्तरं वदामि भगिनि प्रश्नः अस्ति प्रथमम् अष्टाध्यायीमध्ये तिष् धातु भावकर्मणोः सर्वत्र गुण अदेशिषाः अदेशिषि लैका मृष आसु भगिनि मृष वयमेव तत्र फीड्बेक् दातुं शक्यते भगिनि तत्र पेन्सिल् रूपेण किमपि अस्ति किल तत्र नोदयित्वा तत्र रूपाणि योजयामः चेत् महोदयः नीलेश् महोदय तं दृष्ट्वा तत्र समीकरोति तद् करोतु भगिनि अर्णा भगिनि भवत्याः गृहपाठः तदेव दर्शितम् अतः प्रायः तत्र विरागमः अपि कृतवान् सा इति तस्य अनिट् अस्ति सारि क्षम्यतां तद् इड् गुणनिषेधः खलु गुणनिषेधः न कृतवन्तः सर्वत्र वा सर्व मृष् तत्र वयं यदा वदामः तत्र फीड्बेक् रूपेण सः समीकरोति अस्तु भगिनी पठति वा एवमेव इत्येषां रूपाणि भवन्ति समानरीत्या भवन्ति यदा भवती उक्तवती दिश् रूपम् समानरीत्या भवति तत्र किं भवति इत्युक्ते कृष् त्विश् मूर्धन्यषकारः अन्ते अस्ति चेत् तत्र साक्षात् षड्भोगः अस्ति तत्र भ्रश्च भ्रश्च इत्यस्य कार्यं नास्ति तावदेव परन्तु रूपं समानम् आगच्छति एव सः किञ्चित् अग्रे सरामः अरुणा भगिनी पठति वा मिक् रुक् किं पठनीयं भगिनि मिक् रुक् मिह् रुह् लिङ् लिह् दिह् दुह् एते धातवः हकारान्तदातवः एषु मिह् रुह् इति सामान्य हकारान्तदातवः दिह् दुह् इति तकारादि हकारान्तदातवः दिह् दुह् लिह् इत्येषां पुनः पृथक्तया कुत्रचित्सप्रत्ययस्य विकल्पेन लोपो भवति तत्र मिह् रुह् लिह् दिह् दुह् अत्र मिह् रुह् दिह् दुह् ये धातवः हकारान्तधातवः अन्यसूत्रम् आगच्छति, परन्तु निःलिस् ते अत्र केवलं सामान्य हकारान्तधातवः. पृथक् दिशतु लिस् इत्येषां पुनः पृथक्तया कुत्रचित् विकल्पेन लोपो भवति. अतः सामान्यं तु मिस् रुक् सामान्य हकारान्तदातवः, तत्र दकारादि हकारान्तदातवः इति दिक् दुक् इति अस्ति, अतः तस्य विशिष्टकार्यमस्ति. अन्यदपि तृतीयबिन्दुः किम् इत्युक्ते दकारादि हकारान्तधातुद्वयम् अनन्तरं लिह् धातु तेषां कश्चन नूतनविधिः अस्ति येन सप्रत्ययस्य विकल्पेन लोपः भवति. अतः रूपद्वयं दिक् दुः लिह् धातोः रूपद्वयं भवति, मिह् रुक् इत्यस्य सामान्यधातुः अतः एकमेव रूपं. पठतु भगिनी मिह् धातु. मिह् धातोः रूपाणि अमेहि, अमेच्छाताम्, अमेच्छन्त, अमेच्छुकाः, अमेच्छताम्, अमेच्छत्वम्, अमेच्छि, अमेच्छावहि, अमेच्छामहि. इदानीं साधनीयं मिस्योगः रूपं कथम् आगच्छति इति वदतु. मिस् योगः प्रथमं लुङ् लङ् लुङ् लुङ् स्वातु इत्यनेन आगमः भवति. विशिष्टाने अत्र पूर्वमेव प्रत्ययाः दत्ताः किल तदेव स्वीकरोतु. तत्र ईचिण् सता साताम् सन्त सताः साताम् सत्त्वम् सी सावहि सामहि ते एव सिद्धप्रत्ययाः. इदानीम् अमिः योगः इ इति करोतु. किं भगिनी न न तत्र पूर्वमेव करपत्रे एव सिद्धप्रत्ययाः दत्ताः किल तद् स्वीकरोतु अनन्तरं करोतु. अमिः योगः इ अमिः योग इ चिन् अस्ति तस्य गुणभूत्वा कुन्तलगपदस्य गुणभूत्वा अमेहि भवति. अमेहि अमिः योग साताम् अत्र अमिच्छताम् अकारस्थाने ककार आगच्छति भवति. अत्र इदानीं हकारान्तधातुः अस्ति किल, अतः सूत्रं किम् हकारस्य स्थाने तकारादेशः जलि पदान्ते च जलि परे तकारः जल् अस्ति वा. अतः अमिः योगः साताम् तत्र हकारस्य स्थाने टकारः अमिड् योगः साताम् अनन्तरं करोतु. षडोः कः सीत् षडोः कः सी भवति चेत् किं भवति लकारस्य स्थाने ककारः अमिक् योगः साताम् आदेशप्रत्यय आदेशप्रत्ययोः अमिक् योगः षत्वम्. इदानीं योजयतु अरुणा भगिनी अतः तत्र सूत्रद्वयमेव षोडः षडोः कः अस्ति अमिश् अत्र हकारस्थाने षोडः इति तदनन्तरं षोडोकः अस्ति इति सूत्रेण ककारस्थाने ककारः आगच्छति. भवति अतः अन्तिमरूपम् अमिच्छाभान् अत्रापि स्थानक होडोकः तदनन्तरं षोडोकः अस्ति तद् आदेशपति हरिपुत्रेण शकार अमिच्छाथाम् अमिच्छ्वम् त्वम् अत्र केवलम् अत्रापि कार्यं समानमेव अमिक्षि इति अमि प्रत्यये इति अस्ति उत्तमं पुरुषे पुत्रे सकारस्थाने सकार टकारस्थाने सकार आदेशं अमिक्षि भवति अमिक्षा भवति अमिक्षुकम् सम्यक् समानम् तत्र कार्यत्रयमेव होडः षडहोकः इति आदेशप्रत्ययोः किमर्थम् इत्युक्ते हकारान्तधातुः अस्ति पूर्वं यत् वयं दृष्टवन्तः तत्र शकारः ताळव्यशकारः अन्ते आसीत् अतः एव भ्रश्च भ्रश्च इत्यस्य अवसरः भ्रश्च भ्रश्च षडहोकः इति आदेशप्रत्ययोः इदानीं हकारान्तधातुः इति कृत्वा तत्र होडः षडहोकः इति आदेशप्रत्ययोः इदानीं तृतीयबिन्दुः यत् दकारादि हकारान्तधातुः दकारादि हकारान्तधातुः तत्र इतोपि सूत्रत्रयं वा चतुष्टयं वा भवति धन्यवादः भगिनी महोदय राजकुमारी मिह इति टु इरिगेट् टु वेट् आमां सत्यम् एर् इण्डिया विमाने सत्यं मे तत्र कर्मण्यां तस्य प्रयोगः वयमेव साधितवन्तः शङ्करमिश्रेण अमेहि आं सत्यम् कृष् इति अर्थः कः भगिनि कृष् कृष् इत्यस्य टु काल् औट् टु शौट् टु क्रै क्रोशति ह्वाने रोदने च इति अस्तु अत्र क्रोष्टा इति तत्र क्रोष्टा इति खलु तत्र क्रोष्टृ दट् उल्फा आं महोदय क्रोष्टृ शब्दः क्रोष्टृ अथवा ऋज्वत् क्रोष्टृ इति खलु क्रोष्टृ अग्रे हा भगिनि अस्तु दुः धातोः तत्र सामान्यरूपं प्रथमं साधयतु महोदय अनन्तरम् तत्र वैकल्पिकरूपस्य विषये पठामः अस्तु दुः धातुः अस्ति दुः योग तत्र इ इति अस्ति अडागमः अधुः अतः एतत् विषये अग्रे सूत्राणि सन्ति महोदय तद् वैकल्पिकविषये सूत्राणि सन्ति प्रथमं सामान्यं वयं साधयामः अनन्तरं तत्र सरलं भवति यद् जानीमः तत् साधयामः आम् दुः इति अस्ति दुः इति अस्ति अधुः योग इ अधो अधोहि इति भवति गुणः भवति अधुः योग साताम् इति खलु तत्र अधुः योग सातां दुः दुः धातोः खलु तत्र अतः ओढः इति न भवति तत्र दादे धातोः गः इत्यनेन गः इति भवति अधुग् योग साताम् अधुग् योग साताम् इति अस्ति. इदानीम् अधुग् इति अत्र एकाचो बश धुग् घकार अस्ति एकाचो बशो बशद्धोः सुद्धोः अस्तु सकारः सकारादि खलु तत्र अतः तत्र भवति अधुग् अधुग् योग सा अधुग् योग सातां खलु तत्र अधुग् अधुग् योग साताम् अनन्तरं तत्र धुग् इति अस्ति खलु तत्र धुग् घकार अस्ति ये घकारस्य सकार अस्ति तर्हि तत्र ककारः भवति ये केन सूत्रेण भवति ये तत्र एकनिमिषः ककार जलं एतत् सर्वम् आदः अस्ति एव महोदय एकवचनं न करिचैतन्येन भवति खलु तत्र करिचैति खलु तत्र करिचैतन्येन भवति करिचैतन्येन भवति तर्हि ककार शक् ककार सकार ककार करिचैति सूत्रेण भवति वा तत्र करिकसूत्रेण भवति चेत् ककारः अस्ति ककार सकारः ककार सकार अस्ति तर्हि किं भवति तत्र षकारः तत्र कथं न अभवत् ककारसकार षडोकः सि न तत्र ककारसकार प्रथमं प्रायः षत्वं भवेत् अनन्तरं भवति क्षम्यतां अनन्तरं षत्वं भवति षत्वं भवति तत्र इण्कोः इत्यनेन षत्वं प्रथमं षत्वम् अनन्तरं करिचैतेन अधुक्षातां अनन्तरम् अन्त इति अस्ति तत्रापि तत्र अधुक् अधुः इति अस्ति खलु अधुः धुः इति अधुघ् अधुघ् इति अनन्तरं एकचबशबश अधुक् अनन्तरं तत्र सकारस्य सकारस्य षत्वं भवति एङ्कोः इत्यनेन अनन्तरं करिचेतेन अधुक्षन्त तथैव अधुक्षा अधुक्षथाः इति भवति अधुक्षाताम् अधुक्षध्वम् अनन्तरम् अधुक्षि इति भवति तत्र सि इति अधुक्षि इति अधुक्षावहि अधुक्षामहि तत्र सर्वत्र षडो तत्र एकाचो दशो दश राजधातोगः एकाचो दशो दश अनन्तरं षडोदेशप्रत्ययोगं अतः तत्र हकारान्तधातुः इति कृत्वा तत्र दादेर्धातोर्गः एकाचो पशु पश्चषन्तस्य स्तोः आदेशप्रत्ययोः करिच इति सूत्रचतुष्टयस्य प्रसक्तिः. इदानीं तत्र सर्वत्र वयं वैकल्पिकरूपमेकमस्ति तदपि पश्यामः. धन्यवादः महोदय. श्रीवल्ली भगिनी पठति वा अत्र सूत्राणि परिचितानि अतः वयं साक्षात् तत्र गच्छामः. लुग्वा दुह दिह लिह गुहाम् आत्मने पदे दन्त्ये अस्तु उषा भगिनी पठति वा. अहं भगिनि एकनिमिषं भगिनि तत्र लां झषि अनन्तरमस्ति लुग्वा दुह दिह लिह गुहाम् आत्मनेपदे दन्त्ये. दुह् दिह् लिह् गुह् इत्येभ्यः धातुभ्यः सप्रत्ययस्य लुक् वा भवति लुक् वा भवति सप्रत्ययस्य लुक् वा भवति दन्त्यादि आत्मनेपदे प्रत्यये परे दन्तादिविधिना दन्त्यादि आत्मनेपदे. ओके चत्वारः प्रत्ययाः दन्त्यादयः तकारः थास् द्वं वहि तन्त्य बिगिनिङ्ग् ओके दुहश्च दिहश्च लिहश्च गुह् च तेषाम् इतरेतरद्वन्द्वः दुह दिह लिह गुह तेषां दुह दिह लिह गुहां दन्तेषु बवोः दन्त्यः दन्तेषु बवोः दन्त्यः लुक् प्रथमान्तं वा अव्ययपदं दुह दिह लिह गुहां षष्ट्यन्तम् आत्मनेपदे सप्तमीयन्तं दन्त्ये सप्तमीयन्तम् अनेकपदमिदं सूत्रं क्षस्याचि अचि क्षस्य अचि इत्यस्मात् इक्षस्य इत्यस्य अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं दुह दिह लिह गुहां क्षस्य लुक् वा दन्त्ये आत्मनेपदे दुह दिह लिह गुहां धातोः कृते सस्य प्रत्ययस्य इक्सप्रत्ययस्य लुक् विकल्पेन वा इत्य सूत्रस्य इत्यनेन विकल्पेन सस्य लुक् भवति दन्त्य आत्मनेपदे प्रत्ययः परः अस्ति चेत् दुह दिह दिह गुहां धातोः कृते क्षप्रत्ययस्य लुक् विकल्पेन भवति इति सूत्रं वदति दुह दिह लिह गुहां ओके षष्ट्यन्तं सो दुह दिह लिह धातुभ्यः कृते सप्रत्ययस्य लुक् विकल्पेन भवति दन्त्यप्रत्यये परः अस्ति चेत् अस्तु भगिनि दिह् धातोः एवं दन्त्यप्रत्ययः कः दन्त्यप्रत्ययः तकाराः थास् तकाराः प्रथमपुरुष एकवचन थास् इति मध्यमपुरुष एकवचनं अण्ड् देन् ध्वम् इति मध्यमपुरुष बहुवचनं अण्ड् वहि दन्त्य लेटर् सो वकारः दन्त्यवोष्ट्य सो इत्यनेन वहि इति आल्सो इति अपि दन्त्यप्रत्ययः दन्त्य आदिप्रत्ययः तकारः तास् ध्वं वहि सो तत्र पुनः तत्र गच्छतु भगिनि तत्र दुः धातुः तत्र यदा वयं पश्यामः प्रथमपुरुष एकवचने एकमेव रूपं किमर्थं भगिनि तकारः छिण्डावः इकारः एव ओके इकारः एव भवितुम् अर्हति दन्त्य लेटर् इस् गान् देर् लुक् भवति देर् सो इ एव अवशिष्यते देर् अण्ड् देन् द साताम् अण्ड् देन् सन्द सताः सा न सद्वम् तास् थास् इत्यस्य कृते अस्ति थास् इत्यस्य कृते सो दुः योगः सो अदुः योगः ताः इत्यस्य कृते दुः देन् लुक् वा दुह दिह गुहाम् आत्मनेपथे दन्त्ये इत्यस्य कृते लुक् वा अन्य वा इत्यनेन अन्यतरस्यां द्वयोः रूपं भवति सो अदुः योगः ताः इत्यस्य कृते हकारस्य स्थाने दाते धातोर्गः इत्यनेन लुक् लुक् भवति तस्य लुक् लुक् भवति लुक् भवति इत्यस्य कृते क्ष इति लुक् भवति लुक् भवति चेत् स इक्ष प्रत्ययेन सकारः गान् सो सकारः लोपः लोपः भवति अकारः सकारः सकाराकारः सकाराकारः सो ताम् एव तिष्ठति न आताम् इति तिष्ठति खलु भगिनि थाः मध्यमपुरुष एकवचनं स ताः इत्यस्य कृते स इति लुक् भवति सकाराकारः ताः एव ताः एव तिष्ठति सो दुः अदुः योगः ताः अदुः योगः ताः इत्यस्य कृते गुणः नास्ति सो हकारस्य स्थाने घकार आदेशः भवति ओडः बाधितं भवति सो धाते धातोर्गः गुणः किमर्थं न भवितुमर्हति तत्र इदानीं स इत्यस्य लुक् भवति खलु तस्य न भवति अधुः योग ता इति अस्ति खलु सा इति अस्ति तत्र सारि सथा इति अस्ति खलु तत्र सथा सकार तत्र लुक् भवति खलु तत्र तस्य लुक् भवति तत्र सकारस्य लुक् भवति महोदय प्रश्नः कः एकनिमिष दन्त्ये लुक् वा सा प्रत्ययस्य लुक् खलु तत्र सस्य लुक् सकारस्य पूर्णतया सकारस्य लुक् तर्हि तत्र इदानीम् अकित् अकित् नास्ति खलु अतः गुणः किमर्थं न भवितुमर्हति न न अकित् एव इक्क स कित्वं तु अस्ति एव किल इक्क स इति प्रत्ययस्य लुक् भवति यद् वयं पश्यामः तद् स इक् स इक्स प्रत्ययस्य लुक् इत्यस्य लुक् इति न इक्स प्रत्ययस्य लुक् अतः तत्र कित्वं तु अस्ति एव किल कित्वं तिष्ठति पूर्णतया तत्र तस्य लोपः भवति सत्यम् आम् आम् आम् कित्वं तु अस्ति एव दुः योगः ताः प्रथमं कार्यं धातोर्गः इत्यनेन दिः इति धातुः धकार प्रथमम् अस्ति सो धाते धातोः गः सो हकारस्य स्थाने घकारः आदेशः भवति अनन्तरं ताः इत्यस्य कृते जषस्ततोर्धोर् दः इत्यनेन जष् उत्तरस्य थकारः धकारः भवति सो दुग् योगः धाः इति भवति दुग् योगः दाः इति कृते धू इति धू इति तृतीयशतस्य वर्णः तृतीयशतस्य वर्णः सो एकाचो बशो नो दट् डसन्ट् वर्क् धातोः जशन्तस्य एकाच् एकाच् अस्ति जश् अस्ति दुग् अस्ति दुग् एकाचः बशः द्वोः ओ सकारधकार द्वौः इति नास्ति सो एकाचो बशो बश्य प्रसक्तिः नास्ति सो दुग् योगः धाः दुग् हकारधकार दिन् ओ जलां झष् झषि इत्यनेन झष् धाः अस्ति सो दुग् गकारस्य स्थाने तृतीयशतस्य वर्णः गकारः भवति अल्पप्राणः भवति सो अदुग्धाः इति भवति अत्र लुक् वा तत्र तत्र लुक् भवति इति अस्ति कस्य भवति इति सा प्रत्ययस्य भवति इति अस्ति खलु सा प्रत्ययस्य लुक् भवति इति खलु तस्य लुक् इति अस्ति सा इति सा इत्यस्य शब्दस्य लुक् भवति इति खलु तत्र सा सथा इत्यस्य सा अव तस्य लुक् सताः इति अस्ति खलु तत्र सताः इति अस्ति तदा मध्यपुरुषि एकवचने इदानीं सा इत्यस्य लुक् भवति सकारस्य स इति पदस्य शब्दस्य लुक् भवति सा एव अवशिष्यते भवति चेत् इदानीं तत्र कित्वं कथं कथं वा भवति अत्र कित्वं लुक् भवति चेत् तत्र प्रत्ययलक्षणे लुक् खलु प्रत्ययलोपे नो लुक् भवति चेत् कार्यमेव न स्यात् महोदय, बट् ऐ थिङ्क् द केरेक्टर् इस् रीटे तत्र तस्य धातु क्षम्यता तद् लुक् भवति चेदपि तस्य तु प्रत्ययत्वं तु तिष्ठति एव किल महोदय, प्रत्ययगुणत्वं तस्य अधर्मः तिष्ठति एव किल तत्र. तादृशं वयं कुर्मः चेत् सर्वत्र यत्र यत्र कित् सर्वत्र तादृशं वयं गुणः कर्तुं शक्यते किल, यत्र यत्र वयं ककारस्य लोपः कुर्मः सर्वत्र इदानीं ककारः तु लोपः जातः इति कृत्वा गुणत्वं प्रत्ययस्य एव लुक् इदानीं तत्र अगादिगणे अस्ति खलु तत्र प्रत्ययस्य लुक् भवति, निमित्ति कृते गुणः भवति खलु, प्रत्ययस्य निमित्ति कृते आम्, परन्तु तत्र अत्र प्रत्ययः कः तस्य तत्र शप् अस्ति, शप् अस्ति न तत्र तत्र सम्यक् महोदय, अत्र अहं पृच्छामि के कथम् अत्र गुणानि गुणकार्यं भवति केन आधारेण इति पृच्छामि. न तत्र अत्र प्रत्ययस्य एव अक्सा इति प्रत्ययः किल, प्रत्ययस्य भागः तथामिति प्रत्ययः, तत्र तस्य एव लुक् भवति इक्सा इति लुक् भवति. तत्र यदा भवान् वदति तत्र तु ति इति पृथक्तया एकः प्रत्ययः तस्य आधारेण अदादिगणे सिप् इत्यस्य आधारेण तत्र गुणः भवति स्म किल. इदानीम् अत्र सिप् वा इति तादृशं किमपि नास्ति किल, यद् तद् आरोपणीयम् इक्सा इति यद् प्रत्ययः यदा इदानीं वयं तत्र ताः इति योजयामः तत्र पूर्णतया आगच्छति किल प्रत्ययस्य धर्मः. केवलम् इक्सा इत्यस्य कित्वं ताः इत्यस्य भिन्नं किमपि इति नास्ति किल, सिद्धप्रत्ययः इत्येव वदामः किल. तत्र साहित्येन गुणनिषेधः भवति इति अस्ति, अन्यथा गुणः भवति इदानीं तत्र ई इति अत्र लुक् भवति इदानीं गुणः भवति इति तत्र प्रथम ऋषि एकवचने तथैव अत्रापि तत्र इदानीं साहित्यस्य साहित्यस्य लोपः भवति चेत् किमर्थं न भवति तत्र अत्र भवति खलु तत्र अत्र गुणः अभवत् खलु प्रथमपुरुषे एकवचने गुणः अभवत् खलु तत्र तत्र तु इक्सा इति प्रत्ययः एव नास्ति किल, तत्र तु चिन्वत् आरोपितः तत्र इक्सा इति प्रत्ययः एव न आगच्छति, तत्र पूर्णतया चिन्वत् इति आरोपितम् यदि लुक् भवति चेदपि धर्मः तु अवशिष्यते. लिक् धातोः लिखित्वा इति भवति, लिक् धातोः लिखित्वा इति अस्ति इदानीं तत्र उपसर्गेण विलिख्य इति अत्र विलिप्पस्य यद्यपि तत्र लेप्पस्य आर्धात्कपत्य अस्ति कित् नास्ति तथापि तत्र गुणः न भवति, विलिख्य एव भवति अत्र विलेख्य तत्र तत्र किमपि तत्र अस्ति किल तत् येन तत्र त्वान्तस्य गुणः त्वान्तस्य धर्मः ल्यवन्ते अपि आरोपितम् इति अस्ति, चित्वम् आरोपितं चित्वम् अस्ति भवति एव तत्र यद्यपि तत्र तत्र आम् सत्यं यद्यपि तद् ल्यवन्तः अस्ति तदापि तत्र आरोपितम् इति भवति किल गुणः तत्र गुणः भवति चित्तस्य गुणः अत्र भवति अनल्विधौ तत् चित्वम् अनल्विधि नास्ति अल्विधि नास्ति अल्विधि नास्ति चिन्तयामः अग्रिमसप्ताहे अपि चिन्तयामः. अत्र किञ्चित् अग्रे अपि अस्ति समानरीत्या एव एतानि सूत्राणि एव किञ्चित् दृष्ट्वा आगच्छन्तु अनन्तरं वयम् अग्रे अपि सरामः. धन्यवादः धन्यवादः भगिनी धन्यवादः धन्यवादः नमस्कारः भगिनी.